गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं शब्दखण्डे स्मः शब्दः इति प्रमाणं तेन प्रमाणेन जायमानस्य ज्ञानस्य नाम अस्ति शाब्दबोधः इति तर्हि प्रमाणं किं शब्दः नाम किम् इति चेत् आप्तवाक्यं शब्दः सः आप्तः आप्तस्तु यथार्थवक्ता किं वाक्यं वाक्यं पदसमूहः पदं किं शक्तं पदं शक्तिः नाम का अस्मात् पदात् अयमर्थो बोद्धव्यः इति ईश्वरसङ्केतः शक्तिः तर्हि पदम् अपि च पदार्थम् अनयोः मध्ये यद् बोध्यबोधकभावः अस्ति सः भावः ईश्वरी इच्छाविषयः अस्ति तर्हि शक्तिः कुत्र वर्तते इति चेत् ईश्वरे वर्तते इति वक्तव्यम् सा च शक्तिः पदे वर्तते तया शक्त्या पदे पदार्थं बोद्धुं शक्तिः उत्पद्यते तस्याः शक्तेः ग्रहणं यदि जीवात्मना क्रियते तदा शक्तिग्रहः जातः शाब्दबोधः जातः इति अवगन्तुं शक्नुमः घट इति पदं श्रुत्वा यदि श्रोता घट इति पदार्थम् अवगच्छति तदा शक्तिग्रहः जातः तदेव प्रमात्मकम् यदि घट इति शब्दं श्रुत्वा पटम् अवगच्छति तदा तत्र शक्तिभ्रमः जातः इति वर्णनं तदनन्तरं शाब्दबोधस्थले क्रमवर्णनं इति अपि अस्माभिः दृष्टं शाब्दबोधः कथं जायते तर्हि यद्यपि वैयाकरणमतानुसारं घटम् इति एकमेव पदं तथापि नैयायिकानां मतानुसारं घटम् इत्यत्र घटम् इति वाक्यं यस्मिन् वाक्ये पदद्वयमस्ति घट योगः अम् इति वाक्यद्वयमस्ति पदद्वयमस्ति इति कृत्वा वाक्यं तु पदसमूहः तर्हि इदानीं पदसमूहमस्ति अत्र इति कृत्वा अत्र वाक्यम् इति नैयायिकानां मतं तर्हि यदि कोऽपि घटम् इति उच्चारयति तत्र प्रथमक्षणे घटपदज्ञानं भवति श्रोत्रेन्द्रियेण अं पदज्ञानमपि भवति उभाभ्यां ज्ञानाभ्यां तत्र तत्तत् संस्काराणाम् उद्बोधः जायते संस्कारयोः उद्बोधः जायते शक्तिस्मरणं भवति घट इति पदं श्रुत्वा तस्मिन् घटे घटपदे विद्यमानशक्तिस्मरणं भवति एवम् अम् इति श्रुत्वा अम् इत्यत्र शक्तिस्मरणं भवति तेन किं भवति स्मरणेन तृतीयक्षणे घट उपस्थितिः भवति कर्मत्व उपस्थितिः अपि भवति तदा चतुर्थक्षणे शाब्दबोधः जायते कः शाब्दबोधः घटनिष्ठकर्मत्वम् इति शाब्दबोधः जायते इति कथं शाब्दबोधः जायते इति उक्तम् अस्तु इदानीम् अत्र यद्यपि घटम् इति स्वयं वाक्यमस्ति तथापि इतोपि किञ्चित् कोऽपि वदति चेत् तस्मात् पूर्वम् आदेयत्वादिसंसर्गभानं कथम् इत्युक्ते घटयोगः अम् इत्यत्र कर्मत्वे आधेयत्वमस्ति तत् ज्ञातमपि कथं ज्ञातम् इति चेत् तत्र उपायः नास्ति इत्युक्ते तत्र आधेयत्वं कर्मत्वे विद्यमान आधेयत्वं घटनिष्ठ आधेयत्वं कर्मत्वे अस्ति इति ज्ञातुं यद्यपि पदं नास्ति तथापि बुध्यते एव इति उक्तम् केवलं तद् नास्ति इतोपि यदि घटं स्पृशति इतोपि तत्र स्पृशति इति पदं वैयाकरणां मतानुसारं स्पृशति इति स्वयं वाक्यं नैयायिकानां मतानुसारं तत्र स्पृश् इति धातुः योगः ति इति प्रत्ययः किन्तु प्रत्ययमपि वाक्यं भवति क्षम्यतां पदं भवति नैयायिकानां मतानुसारं। तर्हि इदानीं घटं स्पृशति इति श्रुत्वा तत्र परस्परसम्बन्धः ज्ञातः। कः सम्बन्धः अत्र आहत्य घटं स्पृशति इत्यत्र चत्वारि पदानि सन्ति, तर्हि त्रयः सम्बन्धः अस्ति, घट अपि च कर्मत्वं, घटनिष्ठ आदेयत्वं कर्मत्वे अस्ति, तज्ज्ञायते। कर्मत्व निष्ठनिरूपकत्वं स्पर्शने स्पर्शनक्रियायाम् अस्ति, तदपि ज्ञातं। स्पर्शनक्रियानिष्ठ अनुकूलत्वं कृतौ अस्ति, तदपि ज्ञातं। तर्हि आदेयत्वं निरूपकत्वम् अनुकूलत्वम् इति त्रयः सम्बन्धाः सम्बन्धान् बोद्धुं यद्यपि पदानि न सन्ति तथापि ज्ञायते एव। कथम् इति चेत् संसर्गभानवर्णनाय निदर्शनम् इति उदाहरणं दत्त्वा यथा कोऽपि नोदकः अपि च तदाश्रयं क्रीणाति चेत् तत्र निःशुल्कं यथा योजकः अपि आपणकः ददाति, एवम् अत्र निःशुल्कम् एतत् सर्वम् अवगच्छामः एव इति उक्तम्। तत्र मम मनसि प्रश्नः आगतः, इत्युक्ते घटपदम् अम्पदम् इति दृष्टान्ते यद्धनमस्ति तद्दार्ष्टान्ते घटपदम् अम्पदं भवति, दृष्टान्ते यः नोदकः अस्ति तद् घटपदार्थः भवति, आश्रयः यदस्ति तत् कर्मत्वं भवति, तयोः मध्ये यः सम्बन्धः अस्ति आधारादेयसम्बन्धः तद् योजकः भवति इति अस्माभिः दृष्टम्। किन्तु आपणकः कः इति हि पुस्तके न उक्तम्। मेहुल् महोदय, भवान् किं चिन्तयति? किं महोदय, पुनः एकवारं पृच्छति वा? क्षम्यताम्। अत्र आपणकः अस्ति खलु, विक्रयः अस्ति खलु, यः विक्रयणं करोति, विक्रेता सः कः? ओ अस्तु, सः कः? अत्र न दृष्टान्ते विक्रेता, दार्ष्टान्ते सः कः? द्राष्टान्ते, ओ अस्तु, विक्रेता अत्र घटः स्पृशति इति अस्ति खलु वाक्यं दृष्टान्तः, तत्र यः घटम् आनयति अथवा यः घटं स्पृशति, यः घटं स्पृशति, न इदानीं मम प्रश्नः भिन्नः अस्ति, दृष्टान्तः दार्ष्टान्तः इति तुलना कृतं खलु अस्माभिः, तत्र धनं किं? दृष्टान्ते धनं ददाति, यः क्रीणाति सः धनं ददाति, विक्रेतारं ददाति खलु धनम्। तर्हि अत्र दार्ष्टान्ते धनस्य स्थाने किमस्ति इति चेत् घटपदम् अम्पदम्, उभयमपि धनम्। घटपदार्थः नोदकः अस्ति, कर्मत्वम् आश्रयः अस्ति, सत्यं, तयोः मध्ये यः सम्बन्धः अस्ति इत्युक्ते घटनिष्ठ घटपदार्थनिष्ठकर्मत्वं तत्र आधेयत्वं यदस्ति तदेव योजकस्थाने। यः श्रोता अस्ति सः एव क्रीणाति, किन्तु यः विक्रेता अस्ति सः कः? दार्ष्टान्ते सः कः भवति? दृष्टान्तः इति घटः घटं स्पृशति इति दृष्टान्तः खलु, तत्र योजकः तु आगतम्। अत्र महोदय घटं स्पृशति इति न चिन्तनीयम्, केवलं घटम् इति चिन्तयामश्चेदपि पर्याप्तम्, इत्युक्ते घट अपि च कर्मत्वम् अनयोः मध्ये आधेयत्वं योजकस्थाने अस्ति खलु, आमाम्, तत् केनापि दातव्यमस्ति, केनापि दातव्यम्, आम्, दृष्टान्ते विक्रेता ददाति योजकम्, एवम् अत्र आधेयत्वं केन दीयते? आधेयत्वं केन दीयते? आधेयत्वं यः वक्ता अस्ति तेन एव खलु. किन्तु वक्तरि तादृशसामर्थ्यमस्ति वा दातुम्? अन्यथा अत्र ईश्वरिच्छा इति भवति खलु. उत्तमम् उत्तमम्. ईश्वर इच्छा एव शरणीया. सत्यम्. ईश्वर इच्छा यद्यपि अत्र पुस्तके न चिन्तितं, किन्तु मया चिन्तितम्. इत्युक्ते विक्रेतुः स्थाने कः अस्ति इति. प्रायः तर्हि शक्तिग्रहः इत्युक्ते केवलं घट इति पदम् अपि च घट इति पदार्थः अनयोः मध्ये बोध्यबोधकभावसम्बन्धः यदस्ति तदेव शक्तिः इति उक्तं खलु. अस्मात् पदात् अयमर्थो बोद्धव्यः इति शक्तिः. किन्तु पदद्वयोः मध्ये घट इति पदं कर्मत्व अम् इति पदम् अनयोः मध्ये यः सम्बन्धः अस्ति तदपि प्रायः ईश्वर इच्छा अधीनः अधीना एव इति वक्तव्यं प्रायः. तत्र पुस्तकेन वक्तम्, अत्र केवलं मम चिन्तनम् अहं वदन्नस्मि. तर्हि तत्र आधेयत्वं निरूपकत्वम् अनुकूलकत्वम् इति एतत् सर्वम् ईश्वर इच्छा तत्सर्वं तत्र ईश शक्तिग्रहः इत्यत्र शक्तिः अस्ति. ईश्वर इच्छा तत्रापि अस्ति इति प्रायः वक्तव्यं भवति. तर्हि विक्रेतास्थाने कः स्वीकरणीयः इति चेत् ईश्वरः प्रायः स्वीकरणीयः. ईश्वरः सत्यम् अस्तु. अपि च अन्यदपि वाक्यं मया श्रुतम् आङ्ग्लभाषायां बहुकालात् पूर्वं, शाब्दबोधः कथं जायते इत्यत्र वदामि. ऐ वाज़् इन् अ कान्फरेन्स् अबौट् 10 years अगो अण्ड् सम्बडि सेड् दिस् इन् इट् स्टक् टु मै हेड्. ऐ थाट् ऐ विल् शेर् इट्. हौ दि मीनिङ्ग् चेञ्जस् एस् यु एड् वर्ड्स्. सो फस्ट् ऐ मेक् अ सेण्टेन्स्, यु आर् रैट्, यु हेव् अ सर्टन् अण्डर्स्टाण्डिङ्ग्, यु आर् रैट् इति श्रुत्वा कश्चन अवगमनं किञ्चित् अवगमनं जायते. तदनन्तरम् इतोपि यदि अहं वदामि यु आर् रैट्, ऐ एम् लेफ्ट्, नौ यु सी द होल् मीनिङ्ग् चेञ्ज्ड्. अर्लियर् यु थाट् वेन् ऐ सेड् यु आर् रैट् मे बी ऐ एम् जस्ट् अग्रीन् वित् वाट् युर् से, बट् नौ वेन् ऐ सेड् ऐ एम् लेफ्ट् इट् मीन्स् that what I said earlier that you are right doesn't mean what how you understood it earlier. It means you are probably right wing, I am left wing, something like that. So the whole meaning changes. Now I say something more, you are right, I am left, she had gone and I am alone. You are right, I am left, she had gone and I am alone. Now you see the whole meaning completely changes again. So this kind of sambandha that is there between words and between even sentences. Atra pustake yad udaharanam etavat paryantam asmabhi drishtam tatra kevalam ekasya vakasya chintanam kritam ghatam sprishati iti chintitam. Now the example that I am giving is going beyond sentences. There is a sambandha between one sentence and another sentence, and between two sentences and two more sentences. So how do we get different understandings based on these? So always my guru used to say this, shabdabodha is a wonder. How shabdabodha happens is a wonder. You are right, I am left, she had gone and I am alone. So the meaning keeps changing as I stop. Bhavatu. Yes, yeah, bahu samachanam. Very interesting, kalu? Satyam. So it stuck to my head, so I noted it down somewhere and kept it. About 2010, November, I attended this conference. Oh. Astu. Tarhi, idanim prakriti vichara. इति चिन्तनम् इत्युक्ते मूलग्रन्थकारेण एतावत्पर्यन्तमेव चिन्तितं, तदनन्तरं प्रकृतिविचारः इति तेन न क्रियते, किन्तु विद्याधिनिग्रन्थकारः वदति तथा च पदार्थानां संसर्गः आक्षाङ्क्षभाष्याः भवति इत्येषां वाचकपदापेक्षया नास्ति इति कोऽपि न दोषः, यद्यपि शक्तिनिरूपणोत्तरं मूले आकाङ्क्षादिशब्दबोध शाब्दबोधसामग्रीप्रदर्शनमेव अस्ति इति तदेव अत्र निरूपणीयं, तथापि पदे निरूपिते तदर्थानाम् आकाङ्क्षभाष्यानां तत्सम्बन्धानां च भाने निरूपिते अपि प्रकृतिप्रत्ययकारकादिनिरूपणेन विना इदं प्रकरणं न निरूपितं भवति इति तान् अर्थान् निरूपयामः इति इदानीं प्रकृतिप्रत्ययः इत्येतां विषये कारकम् इत्येतेषां विषये चिन्तनम्. अस्तु, मेहुल् महोदय आरब्धं करोतु महोदय. तदत्र पदानि त्रिविधानि भवन्ति इति आरभ्य 296 पेज्. आम् आं महोदय. तदत्र पदानि त्रिविधानि भवन्ति, प्रकृतिः, प्रत्ययः, निपातश्च. यत् अर्थवत् तत् पदम् इति उक्तत्वात् तस्य पदस्यैव त्रैविध्यं प्रकृते प्रदर्श्यते इति एते त्रयः अपि अवश्यं कश्चन अर्थं बोधयन्ति इत्यागतम्. तत्र यस्मात् परः प्रत्ययो भवति सा प्रकृतिः, यथा राम इति प्रकृतिः, ततः सु इति प्रत्यये रामः इति, अम् इति प्रत्यये रामम् इत्येव वाक्यानि भवन्ति. अस्तु, अत्र पदानि त्रिविधानि भवन्ति, प्रकृतिः एकं, प्रत्ययः इति द्वितीयं, निपातः इति तृतीयम्. अत्र पदम् इत्युक्ते किं? तर्हि अत्र यत् अर्थवत् भवति तदेव पदम् इति वयं वदेम. तर्हि पदस्यापि त्रैविध्यं प्रकृते प्रदर्श्यते इति एते त्रयः अपि अवश्यं कश्चन अर्थं बोधय. तर्हि त्रैविध्यं पदस्य अपि त्रैविध्यं वर्तते, तत्र त्रयाणाम् अपि कश्चन अर्थः अस्ति एव. तर्हि अत्र पाणिनिसूत्रं मनसि अस्ति किम्? अर्थवदधातुरप्रत्ययप्रातिपदिकं. तद् न जानामि महोदय. अस्तु अस्तु. प्रातिपदिकम् इति संज्ञाविधायकसूत्रमस्ति पाणिनिमहर्षिणा. अर्थवत् कश्चन शब्दः अर्थवत् भवेत्, किन्तु अधातुः भवेत्, धातुः न भवेत्, प्रत्ययः न भवेत्. सत्यं. यद् अर्थवत् अस्ति, अर्थवद् अधातुरप्रत्ययप्रातिपदिकं. यद् अर्थवदस्ति किन्तु धातुः नास्ति, प्रत्ययः नास्ति, तदेव प्रातिपदिकम् इति उक्तं. सत्यं सत्यं. किन्तु अत्र पदम् इत्युक्ते किम्? अर्थवत् पदम् इति उक्तत्वात्. अर्थवत् इति किमर्थम् इति चेत् शक्तं पदम् इति उक्तं खलु. सत्यं. शक्तं पदं, तर्हि पदार्थं बोद्धुं या शक्तिः अस्ति सः एव सा शक्तिः पदे अस्ति इति कृत्वा शक्तम् अत्र पदम् अर्थवत् भवति. अर्थवत् इति कः प्रत्ययः? मतु प्रत्ययः. अर्थवत् इति मतु प्रत्ययः. उत्तमम्. अस्तु, अग्रे महोदय. अस्तु अग्रे. अत्र प्रथमं प्रकृतिः इत्युक्ते किम् इति अत्र दत्तमस्ति. यस्मात् परः प्रत्ययः भवति सा प्रकृतिः. अत्र उदाहरणरूपेण राम इति प्रकृतिः भवति. किमर्थम् इत्युक्ते ततः परे अत्र सु इति प्रत्ययस्य योजनेन रामः इति भवति. तर्हि तस्मिन् रामः इत्यस्मिन् राम इति प्रकृति सुप्रत्ययः इति प्रत्ययः. तथैव अम् इति प्रत्ययस्य योजनेन रामम् इति वाक्यं लभ्यते. न्यायशास्त्रे रामम् इति वाक्यं, तत्र पदद्वयं, राम इति प्रकृतिः, अम् इति प्रत्ययः इति तादृशवाक्यानि भवन्ति. अस्तु, अत्र व्याकरणेन सह तुलनां कुर्मः. यस्मात् परः प्रत्ययः भवति सा प्रकृतिः इति नैयायिकाः वदन्ति. वैयाकरणाः किं वदन्ति? अत्र पदम् इति वदति, पदं न यस्मात् अत्र यस्मात् परः प्रत्ययः भवति सा प्रकृतिः इति नैयायिकाः वदन्ति. वैयाकरणाः किं वदन्ति? वैयाकरणाः अत्र सुप्रत्ययः अस्ति चेत् सुबन्तपदं, तिङ्प्रत्ययः परे अस्ति चेत् अपि इदानीं प्रकृतिस्थाने किं वक्तव्यं भवान् इदानीं यदा प्रत्ययं योजयित्वा तस्य नाम का इति वदति हा सत्यं सत्यं प्रातिपदिकम् अत्र यस्मात् परे प्रत्ययः अस्ति तस्य प्रातिपदिकम् अन्यत् किन्तु इदानीं प्रातिपदिकस्य संज्ञा मया उक्ता खलु अर्थवदधातुरप्रत्ययप्रातिपदिकम् इति एव संज्ञा यस्मात् परः प्रत्ययः सा प्रकृतिः इति एतत् सूत्रं न वदति न न वदति धातुः खलु धातुः धातुः अपि नास्ति धातुः अपि नास्ति प्रातिपदिकम् अङ्गम् इत्यस्य संज्ञा का अङ्गसंज्ञाविधायकसूत्रं किम् तर्हि तत्तु धातोः उपरि यदा प्रत्ययः भवति चेत् अङ्गसंज्ञाविधायकसूत्रं सूत्रं मनसि अस्ति किं मनसि नास्ति अधुना सति मम भगिनी अस्ति किम् महोदय अङ्गसंज्ञाविधायकसूत्रम् प्रत्ययस्य पूर्वं यदागच्छति तत् सर्वम् इति अङ्गसंज्ञाविधायकसूत्रं जानाति वा न वा स्मरणेन आगच्छति भवतु तदेव मया पृष्ट स्मरणे अस्ति वा न वा इति वदतु तावदेव अस्तु यस्मात् प्रत्ययवधिः तदादि प्रत्यये अङ्गम् इति सूत्रं रोल् महोदय आमां यस् हा 1413 इति अस्ति सत्यं हा यस्मात् प्रत्ययविधिः पश्यतु अत्र अत्र भाषा समाना अस्ति यस्मात् परः प्रत्ययः भवति सा प्रकृतिः इति नैयायिका यस्मात् प्रत्ययविधिः तदादिप्रत्यये अङ्गम् सत्यम् अङ्गम् इति तर्हि प्रकृतिस्थाने वैयाकरणानां मतानुसारम् अङ्गम् इति अवगन्तव्यम् केवलम् अत्र एतादृशं तुलना कृत्वा गच्छेमश्चेत् पुनस्मरणार्थं भवति अपि च अत्र कथं तेषां चिन्तनम् इति अपि बोधः भवति अस्तु तर्हि राम इति अपि अङ्गमस्ति खलु आमां राम इति अपि अङ्गं राम इति अङ्गं तस्मात् अत्र प्रत्ययः विधीयते सुप्रत्ययः विधीयते आम् अस्तु अग्रे पठतु महोदय सा प्रकृतिरपि अस्तु हा सा प्रकृतिरपि द्विविधा भवति धातुप्रकृतिः नाम प्रकृतिश्च नाम धातुप्रकृतिः नाम प्रकृतिश्च अस्तु धातुप्रकृतिः सा भवति या क्रियां बोधयति यथा पाकरूपक्रियाबोधनाय पच् इति धातुप्रकृतिः भक्षणरूपक्रियाबोधनाय भक्ष इति धातुप्रकृतिः नामप्रकृतिः सा भवति या द्रव्यगुणादीन् बोधयति यथा घट इति नामप्रकृतिः घटं बोधयति शुक्ल इति नामप्रकृतिः शुक्लं गुणं बोधयति अस्तु अत्र द्विविधा अस्ति प्रकृतिः अपि प्रथमं तु धातुप्रकृतिः या क्रियां सूचयति सा धातुप्रकृतिः यथा अत्र पच् इति धातुप्रकृतिः भक्ष इति अपि धातुप्रकृतिः यतोहि पच् इत्यनेन पाकक्रिया पाकरूपक्रियायाः बोधः जायते भक्ष इति इत्यनेन भक्षणरूपक्रियायाः बोधः जायते अतः ते धातुप्रकृतौ अन्यत् अस्ति नामप्रकृतिः या प्रकृतिः द्रव्य अपि च गुणान् बोधयति सा नामप्रकृतिः अत्र उदाहरणम् अस्ति घट इति घट इति द्रव्य अपि च गुणान् इति तावदेव उक्तं वा न न गुणादीन् गुणादीन् बोधयति हा सत्यं द्रव्यगुण कर्म सामान्य विशेष समवाय सर्वं खलु तत्सर्वं नामप्रकृतिः इति उत्तमं तर्हि सप्तपदार्थेषु क्रिया बोधयति चेत् तस्य नाम भवति धातुप्रकृतिः अन्यान् बोधयति चेत् नाम भवति नामप्रकृतिः इति प्रकृतिः नाम का यस्मात् परः प्रत्ययः भवति सा प्रकृतिः उत्तमम् इति प्रकृतिः उत्तमं महोदय धन्यवादः हा धन्यवादः अग्रे अत्र अधिकं न वक्तव्यम् इत्युक्ते सर्वं सरलमेव सर्वं सरलमेव आम् अत्र झटिति पठित्वा अग्रे गन्तुं शक्यते हा सरलभाषायामपि अस्ति न्यायशैल्यां किं लिखितमतः सत्यं सत्यम् अस्तु सत्यभौम भगिनी अग्रे पठतु नामप्रकृतिः नामप्रकृतिः अपि द्विविधा विशेषणबोधिका प्रकृति विशेषणबोधिका प्रकृति विशेष्यबोधिका प्रकृतिः स्वेन यत् अपरं रञ्जयति तत् विशेषणं रञ्जनं भेदज्ञापनं यदा घटः इत्येव उक्तौ कश्चित् बोधः यदा घटः इत्येव उक्तौ कश्चित् बोधः नीलो घटः इत्युक्तौ अन्यविधः अनेकविधेषु घटेषु सत्सु नीलवर्णः मदाश्रयः अन्यघटेभ्यः विलक्षणः इति बोधयति एतादृशभेदज्ञापनं येन क्रियते यद् विशेषणम् इदमेव प्रत्यक्षादिखण्डेषु अस्माभिः अवच्छेदकम् इति व्यवहृतम् अस्ति. अस्तु, तावत् किञ्चित् स्वशब्दैः वदतु भगिनि. अत्र सर्वं वक्तव्यमिति नास्ति, सर्वं सरलमेव अस्ति खलु. नामप्रकृतिः पुनः द्विधा विभक्तम्, एकं तु विशेषणबोधक बोधकम्, अपरं विशेष्यबोधकं. तद् वयं ज्ञातवन्तः. घटः इति समूहेन घटम् इति वदामः चेत् एकः समूहस्य नाम अस्ति. तत्र नीलो घटः यदि वदामः चेत् तेषु एकः एव पृथक् करोति, अतः तस्य तद् विशेषणम् इति. अस्तु, तर्हि अत्र वार्ता का? विशेषणबोधिका प्रकृतिः का अत्र? विशेषणबोधिका प्रकृतिः नीलम् इति वा? उत्तमं, हा, नीलः इति. नीलः, नीलः इति विशेषणबोधिका प्रकृतिः. घटम् इति विशेष्यबोधिका प्रकृतिः. सत्यं, घटः इति विशेष्यबोधिका प्रकृतिः. हा, अत्र विशेषणबोधिका प्रकृतिः किं करोति? अन्येभ्यः घटेभ्यः पृथक् करोति. मदाश्रयः, मदाश्रयः इत्युक्ते किम्? स्वस्य आश्रयः इति. हा, मदाश्रयः अत्र नीलस्य आश्रयः कः? घटः. इत्युक्ते घटः अन्यघटेभ्यः विलक्षणः इति बोधयति, पृथक् करोति इति तु सत्यं, किन्तु पृथक्करणम् इत्युक्ते अत्र स्थूलरीत्या पृथक्करणं न करोति, ज्ञापयति खलु. आत्मनि ज्ञापनं भवति. हा, अत्र बोधयति इति वक्तव्यं, पृथक् करोति इत्युक्ते विलक्षणः इति बोधयति. अस्तु, एतादृशभेदज्ञापनं येन क्रियते तद्विशेषणम्. अस्तु, अग्रे. इदमेव एतादृशभेदज्ञापनं येन क्रियते तद् विशेषणम् इदमेव प्रत्यक्षादिगण्डेषु अस्माभिः अवच्छेदकम् इति व्याहृतम् अस्ति. इदं भेदज्ञापन व्यवहृतम् अस्ति. इदं भेदज्ञापनं यद् विषयकं भवति तद् विशेष्यम् अवच्छिन्नम् इति वा उच्यते. प्रकृते अत्र पङ्क्ति वाक्यशः वदतु. एतादृशभेदज्ञापनं येन क्रियते तद् विशेषणं, तद् उक्तम्. एतादृशभेदज्ञापनं येन क्रियते तद् इदमेव प्रत्यक्षादिगण्डेषु अस्माभिः अवच्छेदकं इदानीं नीलघटावच्छिन्नविशेषणं घटे वर्तते. तादृशघटं किमर्थम् एतद् वदति? अस्य वाक्यस्य अर्थः कः? इदमेव प्रत्यक्षादिखण्डेषु अस्माभिः अवच्छेदकम् इति व्यवहृतमस्ति इति वाक्यस्य अर्थः कः? अत्र विशेषणं किं करोति इति उक्तमस्ति इति मम चिन्ता. उक्तं किं करोति इति पूर्वस्मिन् वाक्ये उक्तं, तदेव अवच्छेदकं, तदेव अवच्छेदकम् इति पदेन प्रत्यक्षादिखण्डे अस्माभिः पठितम्. हा, तर्हि विशेषणं प्रत्यक्षादिखण्डे अवच्छेदकम् इति यद् पठितं तद् विशेषणम् इति उक्तम्. इत्युक्ते अवच्छेदकम् इस् ईक्वल् टु विशेषणम्, विशेषणम् अथवा विशेषणम् इस् ईक्वल् टु अवच्छेदकम्. अग्रे. प्रकृते घटः च तथा विधिः यः अन्यघटे मध्ये एकं वाक्यं त्यक्तवती. इदं भेदज्ञापनं, इदं भेदज्ञापनं यद् विषयकं भवति तद् विशेष्यम् अवच्छिन्नम् इति वा उच्यते. त तदा अस्मिन् प्रसङ्गे यत् अवच्छेदकम् इति प्रत्यक्षादिगण्डे उक्तं तदा अत्र विशेष्यम् इति विशेष्यम् इति यत् विषयज्ञापकं भव यत् विषयकं भवति भेदज्ञापकं यस्मिन् विषय इति विशेष्यम् अवच्छिन्नम् इति संज्ञा भवति इति विशेष्यम् इत्यत्र प्रत्यक्षादिकण्डे अवच्छिन्नम् इति उक्तम् भगिनी अत्र वाक्ये किं स्वशब्दैः वदतु भवती किम् अवगतवती तदेव वक्तव्यम् अहं वदामि इदानीं विशेषणम् इति यदुक्तं तद् अवच्छेदकं भवति विशेष्यम् इति अवच्छिन्नं भवति तदेव किन्तु किं विशेष्यं तदेव अहं प्रयत्नं करोमि भेदज्ञापकं यस्य विषयः यस्य भेदज्ञापकं भेदं करोति इति वा तत्र कथं वक्तव्यम् इति नाम वदतु प्रयत्नं करोतु यद् भेदज्ञापनं यत् विषयः भेदज्ञापनं यद् विषयकं यद् भेदज्ञापनं यद् विषयकं तद् विशेष्यम् कथं वक्तव्यं महोदय किञ्चित् सहायं करोतु तत्र भेदज्ञापकं यद् विषयकं भवति तद् विशेष्यम् इदं भेदज्ञापकं यस्मिन् विषये भवति तद् विशेष्यम् इति भेदज्ञापनं ज्ञापनम् इति ज्ञानमस्ति खलु ज्ञानं सविषयकं भवति तर्हि यद्विषयकम् इत्युक्ते भेदज्ञापनं भेदज्ञानस्य विषयः यदस्ति तदेव विशेष्यं भवति इति उक्तम् तदेव अवच्छिन्नम् तस्यैव नाम अवच्छिन्नम् इति अपि येन विशिष्यते तद्विशेषणम् यः विशिष्यते सः विशेष्यः नो चेत् यद्विशिष्यते सः विशेष्यः तद्विशेष्यम् इति वक्तव्यं सामान्यतया अतः एव अत्र स्वशब्द शब्देन वक्तव्यम् इति मया प्रार्थितं येन विशिष्यते तद्विशेषणं यद्विशिष्यते तद् विशेष्यम् इति भवति अग्रे प्रकृते प्रकृते घटः च तदाविधः यः अन्यगडेभ्यः भेदेन ज्ञातः प्रकृतेः घटः तदा प्रकृत उदाहरणे घटः इति विशेष्यम् अन्यगडेभ्यः भेदेन ज्ञातः इति अतः यत् रञ्जयति नीलादिः तत् बोधिका प्रकृतिः विशेषणबोधिका प्रकृतिः यद् रञ्जितं तत् बोधिका प्रकृतिः विशेषबोधिका प्रकृतिः इदानीम् अधः प्रकृते घटश्च तदाविधः यः अन्यगडेभ्यः भेदेन ज्ञातः इदानीं यत् नीलघटः अस्ति तद् अन्यघटेन भेदेन ज्ञातः तत् तत्र यद् रञ्जयति नीलवर्णं रञ्जयति भगिनी भवती अवगच्छति वा न वा इति न जाने केवलं पुनः द्विवारं पठित्वा अग्रे गच्छति किमपि न वदति महोदय अहम् इदानीम् अहं पुनः अत्र आगच्छामि महोदय यत् नीलादि इत्युक्ते इतः अग्रे यदुक्तमस्ति तत् भिन्नवार्ता अस्ति प्रकृते घटश्च तथाविधः यः अन्येभ्यः घटः भेदेन ज्ञातः इति वाक्यस्य अर्थः कः प्रकृते घटश्च तथाविधः इत्यनेन पूर्वम् अवच्छेदकविच्छिन्नं यदुक्तं तदाविदः एतत् सर्वं वदति चेत् भवती निश्चयेन न अवगतवती इति भाति मम महोदय. तदा अहं किम् अहं वदामि प्रकृते घटश्च तदाविदः या अन्येभ्यः घटः भेदेन ज्ञातः इत्युक्ते यदा नीलवर्णघटः नीलोङ्घटः इति वदामश्चेत् तत्सर्वं न वक्तव्यं घटश्च इति इदं भेदज्ञापनं यद्विषयकं भवति तद्विशेष्यम् अवच्छिन्नम् इति वा उच्यते इति पूर्ववाक्ये उक्तं खलु. तेन सह अन्वयः अस्ति प्रकृते तद्विशेष्यम् अवच्छिन्नं किं प्रकृते प्रकृत उदाहरणे नीलोघटः इति उदाहरणे प्रकृते विशेष्यम् अथवा अवच्छिन्नं किम् इति चेत् घटः घटः च तथाविधः इति उक्तं. तर्हि पठने एतादृशं पठनीयम् प्रकृते घटस्य तथा विधः यः अन्येभ्यः घटेभ्यः भेदे ज्ञातः इति पठति चेत् भवती न अवगतवती. प्रकृते घटः तथा विधः इति तत्र कमा स्थापयतु. इदानीम् उदाहरणे विशेष्यं किम् इति चेत् घटः घटः तथाविधः तथाविधः इत्युक्ते किं नीलघटे नीलरूपेण विशिष्टः अस्ति खलु इति कृत्वा प्रकृते घटः एव तथाविधः अस्ति. यः घटः अन्यघटेभ्यः भेदेन ज्ञातः इति उक्तम्. बुद्धिते किं बुध्यते अहं किं मिलित्वा अत्र अवबोधः न जायते. प्रकृते घटश्च तथाविधः तथा कीदृशः घटः इत्युक्ते प्रकृते किं घटः किं घटः एव विशेष्यम् अथवा अवच्छिन्नम्. किमर्थं विशेष्यं घटः तथाविधः अस्ति. तथाविधः इत्युक्ते किम् अत्र भेदज्ञापनं विषयक यद्विषयकं भवति खलु तस्मिन् एव भेदः ज्ञायते. घटे कः भेदः अस्ति अस्मिन् घटे तद् रञ्जयति अन्येभ्यः घटेभ्यः नीलवर्णं कृत्वा तद् भेद बोधयति. कः भेदः अस्ति इति मया पृष्टम्. भेदः नाम किम् विलक्षणगुणः अस्मिन् विलक्षणगुणः भेदः इति भेदः नाम किम् अत्र भेदः इति न्यायशैल्यां तु अत्यन्ताभावः कश्चन अभावः इति वयं पठितवन्तः. अन्योन्याभावः अन्योन्याभावः अतः एव अत्र अन्यघटेभ्यः इत्युक्तं तद्दृष्ट्वा मनसि आगन्तव्यम्. अन्योन्याभावः भेदः इत्युक्ते किम् अन्योन्याभावः अस्मिन् घटे अन्येषां घटानाम् अन्योन्य अभावः वर्तते स च भेदः ज्ञातः केन इति चेत् विशेषणेन ज्ञातः इति अस्ति इति एतादृशम् अवगन्तव्यं भगिनि. आं महोदय तत्र न्यायशैल्यां बहु किम् अन्तर्भूतमस्ति अत्र न्यायशैली एव नास्ति. न्यायशैली अत्र वाक्यं दृष्ट्वा इत्युक्ते अस्य वाक्यस्य अवगमनार्थं सामग्र्यः या अपेक्षिताः तत्सर्वम् इदानीं भवत्याः मनसि अस्ति. केवलम् अत्र अवगन्तव्यं क्रमेण चिन्तयित्वा अवगन्तव्यं बहिः किमपि न वक्तव्यं स्पष्टतया वक्तव्यम्. अत्र यद्यद्विषयमस्ति परिच्छेदे अत्र परिच्छेदे किं किमस्ति अवच्छेदकम् अवच्छेदकं नीलघट इति एतत् सर्वं वदति चेत् सर्वं सर्वत्र वदति चेत् अर्थबोधः जातः वा न वा इति मया न ज्ञातुं शक्यते. अतः प्रकृते घटश्च तथाविधः अस्ति यः अन्येभ्यः घटेभ्यः भेदेन ज्ञातः. ज्ञातः कः घटः अतः यत् रञ्जयति नीलादि तद् बोधिका प्रकृतिः विशेषणबोधिका प्रकृतिः यथा मया उक्तं यत् रञ्जयति तद् विशेषणबोधिका प्रकृतिः यत् रञ्जितं तद् विशेष्यबोधिका प्रकृतिः इति तावदेव यथा पूर्वं मया उक्तं येन विशिष्यते तद्विशेषणं यद्विशिष्यते तद्विशेष्यम् अत्र विपरीत्या उक्तं यत् रञ्जयति रञ्जयति इति निजन्तप्रयोगः अस्ति खलु तर्हि यद् विशेषयति पूर्वं मया उक्तं येन विशिष्यते इति कर्मप्रयोगः मया कृतः भाव्यप्रयोगः येन विशिष्यते किन्तु अत्र यत् रञ्जयति इति निजन्तप्रयोगः यत् रञ्जयति तद् विशेषणं यत् रञ्जितं तद् विशेष्यम् इति उक्तम् अस्तु तर्हि तत्र चित्रमस्ति तत् प्रतिपादयति वा यदावदा निश्चितम् अर्थं सौकर्याय चित्ररूपेण पश्यामः पदं प्रकृति प्रत्ययः निपातः प्रकृति नामप्रकृति धातुप्रकृति विशेषणबोधिका विशेष्यबोधिका प्रथमपदं त्रिधा विभक्तं तद् प्रकृति प्रत्ययः निपातः च पुनः प्रकृति स्वीकृत्य तद् पुनः द्विधा विभक्तं नामप्रकृति धातुप्रकृति इति तत्रापि नामप्रकृति पुनः द्विधा विभक्तं विशेषणबोधिका विशेष्यबोधिका इति नामप्रकृतिः धातुप्रकृतिः अनयोः मध्ये कः भेदः नामप्रकृति नाम सुबन्धेषु सुबन्धप्रातिपदिकं भवती न्यायवर्गे अस्ति वा व्याकरणम् अस्ति अस्ति नामप्रकृति आख्यातादि अस्ति द्रव्यगुणादीन् बोधयति अत्र पठितं खलु तद् आधारीकृत्य वदतु क्षम्यतां धातुप्रकृति कृति इति बोधयति क्रियां बोधयति क्रियां बोधयति क्रियां बोधयति नाम प्रकृतिः किं बोधयति द्रव्यगुणसामान्यविशेषभाव बोधयति इत्युक्ते क्रियाम् अतिरिच्य ये पदार्थाः सन्ति तान् पदार्थान् बोधयति अस्तु प्रकृतिः प्रत्ययः अनयोः मध्ये कः भेदः प्रकृति इदानीं भवान् उक्तवान् प्रकृति इति नैयायिकानारीत्या सा प्रकृति इति यस्मात् परः प्रत्ययः विधीयते सा प्रकृति इति तर्हि प्रत्ययः इत्युक्ते किं प्रकृतेः अनन्तरं यद् विधीयते घटायोगः अम् इत्यत्र अम् इति प्रत्ययः भिन्नपदः पदम् अस्ति अत्र अम् इति कृपया मा वदतु किमर्थमित्युक्ते अम् इति स्वयं पदम् इति अस्माभिः अधीतं खलु उदाहरणं मा ददातु यद् भवत्या उक्तम् आरभ्य तावद् वदतु अम् इति एव प्रत्ययः प्रत्यय यस्मात् परः प्रत्ययः विधीयते सा प्रकृतिः प्रकृतेः अनन्तरं यद्विधीयते इदानीं तत्र घटयोगः अम् इति वदति चेत् क्लेशः भवति इत्युक्ते नैयायिकानां मतासं स्वयम् अम् इति प्रत्ययः नास्ति अम् इति अम् इति पदमस्ति खलु पदमस्ति अतः इदानीं तर्हि तादृश उदाहरणं मम प्रार्थना प्रकृतेः अनन्तरं यद् विधीयते तद् प्रत्ययः इति वद तावदेव अस्तु तर्हि इदानीं निपातः इत्युक्ते किम् इति एतावत्पर्यन्तम् अस्माभिः न अवगतम् अपि च नामप्रकृतिः द्विधा विभक्ता विशेषणबोधिका विशेष्यबोधिका इति अस्तु धन्यवादः भगिनि अग्रे साई महोदय पठति किम् महोदय इतश्चिन्तयामः विशेषणबोधिका प्रकृतिः द्विविधा क्रियाविशेषणबोधिका तद्भिन्न विशेषणबोधिका आद्य तोकं पचति इत्यादौ तोक इति प्रकृतिः, सा पाकक्रियां किञ्चित्त्वम् ईषत्वं बोधयति. द्वितीया नीलो घटः इत्यादौ नीलादिप्रकृतिः क्रियानस्य घटस्य विशेषणं नीलगुणं बोधयति. विशेषणबोधिका विशेष्यबोधिका महोदय तत्रापि प्रकृतिः यदस्ति महोदय द्विविधा अस्ति, विशेषणबोधिका विशेष्यबोधिका द्विधा इत्युक्ते का प्रकृतिः पदे महोदय पदे यत् प्रकृतिः अस्ति. अस्तु स्वशब्दैः वदतु किञ्चित्. नामपदविशेषणम् एकं भवति महोदय, द्वितीयं तु क्रियापदविशेषणं, तत् व्याकरणरीत्या तु जानीमः. वदतु महोदय. आम् आम् विशेषण प्रकृतिः द्विविधा इत्युक्ते एकं तु नाम पदम्. अस्तु अहं प्रश्नं पृच्छामि, उत्तरं वदतु. पदं कतिविधं विभक्तं? प्रकृतिः प्रत्ययः निपातः इति त्रिधा विभक्तं खलु? आम्. अस्तु पुनः प्रकृतिः कथं विभक्तं? द्विधा नामप्रकृतिः धातु. उत्तमं. नामप्रकृतिः कथं विभक्तम्? विशेषणबोधिका विशेष्यबोधिका. हा पुनः विशेषणबोधिका प्रकृतिः कथं, नामप्रकृतिः कथं विभक्तम्? तदपि द्विधा इति उक्तं महोदय. हा ते के? वर्णे न आगच्छति महोदय, तत्र तु न. तत्र द्वितीयवाक्यमस्ति महोदय, क्रियाविशेषणबोधिका तद्विधा इति. तदेव इदानीं भवता पठितं खलु? आं महोदय, किन्तु क्रियाविशेषणम् इत्युक्त्वा अहं चिन्तयामि नाम प्रकृतिः धातुप्रकृतिः इति. क्रियाविशेषणं अत्र भवान् किं करोतु, अत्र सर्वैः एतादृशक्रमः पालनीयः. किम् इति चेत् प्रथमं वाक्ये किमुक्तं तद् वदतु, तदनन्तरं यदि वाक्ये यदुक्तं तत्र अङ्गीकारः नास्ति नो चेत् सन्देहः अस्ति तद् अनन्तरं वदतु. अत्र किं लिखितमस्ति? अत्र क्रिया विशेषणबोधिका प्रकृतिः द्विविधा, सा ते के? भिन्नविशेषणबोधिका. पुनः वदतु. क्रियाविशेषणबोधिका तद्भिन्नविशेषणबोधिका. उत्तमं. क्रियाविशेषणबोधिकायाः उदाहरणमेकं ददातु. शीघ्रम् अत्र दत्तमस्ति खलु. स्तोकं पचति, अत्र अहं किम् अवगन्तुम् इच्छामि इति चेत् यदा भवन्तः पठन्ति भवन्तः अवगच्छन्ति वा न वा इति न जाने. न महोदय, सम्यक् न अवगन्. अत्र अत्र अस्ति खलु, अत्र किमपि क्लेशः एव नास्ति महोदय. अत्र पश्यतु, अहं पठामि एकवारम्, इतः चिन्तयामः. इतः चिन्तयामः इत्युक्ते इतोपि अग्रे चिन्तयामः. विशेषणबोधिका प्रकृतिः द्विविधा. एतावत्पर्यन्तं किम् अवगतं? पदं त्रिधा विभक्ता, प्रकृतिः प्रत्ययः निपातः इति. पुनः प्रकृतिः द्विधा विभक्ता, नामप्रकृतिः धातुप्रकृतिः. पुनः नामप्रकृतिः द्विधा विभक्ता, विशेषणबोधिका विशेष्यबोधिका. पुनः विशेषणबोधिका प्रकृतिः द्विधा विभक्ता. तदेव अत्र लिखितं, विशेषणबोधिका प्रकृतिः द्विविधा, क्रियाविशेषणबोधिका तद्भिन्नविशेषणबोधिका. अस्तु, आद्या. आद्या इत्युक्ते किम्? क्रियाविशेषणबोधिका स्तोकं पतचि इत्यादौ स्तोक इति प्रकृतिः तदेव क्रियाविशेषणबोधिका प्रकृतिः तस्य उदाहरणं सा किं करोति पाकक्रियां किञ्चित्त्वम् ईशत्वं बोधयति तर्हि अत्र स्तोकं पचति इत्यत्र विशेष्यं किं विशेषणं किम् विशेष्यं पचति विशेषणं स्तोकम् उत्तमं विशेष्यं पचति इति क्रिया खलु महोदय क्रिया अस्ति तत् हा स्तोकम् इति विशेषणं स्तोकं पचति ईशत्वं पचति इत्युक्ते किञ्चित्त्वं पचति किञ्चित् पचति इति अर्थः ईषत् स्तोकं पचति इत्यस्य अर्थः किञ्चित् पचति इस् मैल्ड्ली कुकिङ्ग् तर्हि पचति इति क्रियां अन्याभ्यः क्रियाभ्यः व्यावर्तयति खलु स्तोकं पचति इति सत्यं महोदय इति कृत्वा क्रियाविशेषणक्रियाविशेषणबोधिका भवति अस्तु तद्भिन्नविशेषणबोधिकायाः उदाहरणं किम् नीलो घट हा अत्र विशेषणबोधिकापदं किम् नीलः उत्तमं नीलः इति वदतु नीलः हा नीलादिप्रकृतिः क्रियाभिन्नस्य घटस्य विशेषणं नीलगुणं बोधयति खलु आम् महोदय हा तर्हि एवं वक्तव्यम् इत्युक्ते अत्र यद् लिखितमस्ति तदेव मया उक्तं तत् प्रथमम् उक्त्वा तदनन्तरम् अत्र कथं वा नामपदस्य क्रियाविशेषणम् इति उक्तम् इति प्रश्नः भिन्नः अस्ति तन्मध्ये चिन्तयति इति किं भवति अत्र वर्गं न अग्रे गच्छति अस्तु इदानीं प्रश्नः अस्ति किं भवतः आं महोदय तदेव प्रश्नः अस्ति प्रश्नः कः इति वदतु हा क्रियाविशेषणबोधिका इति नामप्रकृतिमध्ये किमर्थं दत्तम् इति किमर्थं न दातव्यं यथा अस्माभिः अवगतम् अत्र विशेषणबोधिका इत्यस्य लक्षणं किम् व्यावर्तनं हा तर्हि इदानीं स्तोकम् इति व्यावर्तयति खलु आं महोदय किं व्यावर्तयति क्रियां वा व्यावर्तयति भवतु किन्तु स्तोकमिति स्वयं क्रिया किम् ना क्रिया नास्ति हा तर्हि यद् क्रिया भिन्नं तत् सर्वं नाम खलु आम् महोदय द्रव्यगुणादीन् इति उक्तं खलु यत् क्रिया अस्ति तत् धातुप्रकृतिः भवति स्तोकमिति स्वयं क्रिया किम् स्वयं क्रिया तु नास्ति पचति एव क्रिया हा यद् क्रिया नास्ति तत्सर्वं नाम इत्यस्मिन् अन्तर्भूतं भवति इति कृत्वा क्रियाविशेषणबोधिकाशब्दः अपि बोधकः शब्दः अपि नामप्रकृतौ आगच्छति लक्षणं दृष्ट्वा पश्यामश्चेत् क्लेशः एव न भवति अस्तु अग्रे पठतु महोदय धर्मबोधकप्रत्ययः इति धर्मबोधकप्रत्ययः एतावता प्रकृतिरुक्ता अत्र अन्ते फुट् नोट् अस्ति खलु तदेकवारं पठतु भेदसम्बन्धः यत्र अन्वयनियामकः ते धर्मबोधकाः भेदसम्बन्धः इत्युक्ते महोदय तत्र अन्योन्य अभावः वा भेदसम्बन्धः यत्र अन्वयनियामकः ते धर्मबोधकाः इति उक्तम् अग्रे पठतु इतोपि किञ्चित् स्पष्टता भवति एतावता प्रकृतिरुक्ता सम्प्रति प्रत्ययविभागः चिन्त्यते प्रत्ययः द्विविधः धर्मबोधकः धर्मबोधकश्च आद्यः घटम् इत्यत्र अं प्रत्ययः अयं प्रत्ययः कर्मत्वबोधकः इति अनुपदं निरूपितमेव. इदञ्च कर्मत्वं वक्ष्यमानस्वरूपं घटे विद्यमानः धर्मः. अतः एव तयोः सम्बन्धनिरूपणे आधेयत्वसम्बन्धेन घटस्य कर्मत्वे अन्वयः उक्तः. इदानीं पद त्रिधा अस्ति महोदय. एकं तु प्रत्ययः, प्रत्ययः अपि पुनः द्विधा अस्ति, धर्मबोधकः धर्मिबोधकः. धर्म धर्मि घटम् इति पदमस्ति, तन्मध्ये अम् इति अपि पदं यदस्ति तत् तस्मिन् अम् इति प्रत्ययः अस्ति. अम् इति प्रत्ययः कर्मत्वबोधकः अस्ति महोदय. यदा कर्मत्वम् इति वदामः तर्हि कर्मत्वं किं सूचयति? घटे विद्यमानः एकः धर्मः सूचयति. कर्मत्वम् एकः धर्मः सूचयति किम्? कर्म इति कर्म अत्र भवान् कथं वाक्यं रचितवान् इति चिन्तयतु. कर्मत्वम् इति यदि वदामः, कर्मत्वम् इति अस्माभिः उक्तं किम्? अम् इति प्रत्ययः कर्मत्वबोधकः इति, अम् इति यदि वदामः इति वक्तव्यं. कर्मत्वम् इति यदि वदामः इति न वक्तव्यं. कर्मत्वम् इति पदमेव न अस्माभिः न प्रयुक्तं खलु? न प्रयुक्तं. किं पदं प्रयुक्तं? किम् उच्चारितं? घटं. घटं नास्ति, अम् इति उच्चारितं खलु? अम् अपि अम् घटम् इत्यत्र घट अनन्तरम् अम् इति पदद्वयम् अस्माभिः उच्चारितं, शब्दद्वयम् अस्माभिः उच्चारितं. तत्र अम् इति शब्दः अस्माभिः उच्चारितः, तेन कः बोधः जातः? अम् इति श्रुत्वा कः बोधः जातः? कर्मत्वबोधकः जातः. कर्मत्वबोधकः जातः इति मा वदतु, समीचीनतया वक्तव्यं, नो चेत् भवान् न अवगच्छति इति अहं निश्चयामि. अम् इति पदं श्रुत्वा कस्य बोधः जातः? पदमस्ति, प्रत्ययः अस्ति इति बोधः जातः. भगिनि, घटम् इति मया उच्चारितं, तत्र शब्दद्वयं भवता श्रुतं, घट अपि च अम् इति पदद्वयं भवता श्रुतं, तर्हि अम् इति श्रुत्वा कः बोधः जातः? प्रत्ययः इति मम मनसि then you still not, you're not still getting the concept. What exactly we are talking, we are not getting the concept. Am iti eva maya uccharitam. Am iti shrutva, dvitiyanta ekavachana vibhaktim shrutva, pratyayam shrutva, kaha bodhah jatah. Karma iti. हा सत्यं, कर्मत्वं ज्ञातं खलु? आं महोदय, कर्मत्वं ज्ञातं. हा तर्हि कर्मत्वं ज्ञातं भवति, तर्हि कर्मत्वबोधकः कः? अम् हा इति वक्तव्यं, स्पष्टतया वक्तव्यं. प्रत्ययः अम् इति प्रत्ययः, अम् इति प्रत्ययः किं बोधयति? कर्मत्वं बोधयति इति कृत्वा कर्मत्वस्य बोधकः कर्मत्वबोधकः अम् इति प्रत्ययः एतत् सर्वं प्रतिपदं निरूपितम् तर्हि इदानीम् अम् इति प्रत्ययः धर्मबोधकप्रत्ययः वा धर्मिबोधकप्रत्ययः वा इति प्रश्नः तस्य उत्तरं किम् धर्मबोधकः अस्ति कर्म किमर्थं धर्मबोधकः इति उक्तम् घटे विद्यमानः एकः धर्मः कर्म अस्ति महोदय अनेक धर्माः किं महोदय द्रव्यमध्ये अनेकाः धर्माः सन्ति खलु एकः धर्मः एव कर्म न महोदय अत्र एतादृशं किमर्थं चिन्तयति इति न जाने अस्तु इदानीं मम अहं प्रश्नं पृष्टवान् खलु अम् इति प्रत्ययः धर्मबोधकप्रत्ययः वा धर्मीबोधकप्रत्ययः वा इति मया पृष्टं भवता उक्तं धर्मबोधकप्रत्ययः इति किमर्थम् अम् इति प्रत्ययः धर्मबोधकप्रत्ययः इति भवता उक्तम् कर्म एकः धर्मः इति कर्म इति धर्मः वा पुनः अस्तु अत्र कर्मत्वम् इति धर्मः तेन एव ज्ञायते अयम् इति प्रत्ययेन अतः अयम् इति अम् इति प्रत्ययः कर्मत्वबोधकः इत्युक्ते धर्मबोधकः कः धर्मः धर्मः कः कर्मत्वम् इति धर्मः किमर्थं कर्मत्वम् इति धर्मः इति उक्तम् अत्र त्वम् इत्यनेन धर्मः ज्ञायते परन्तु तद् अग्रे द्रक्ष्यामः इति अस्ति कर्मत्वम् अति घटे विद्यमानः प्रत्ययः अस्ति इति कृत्वा धर्मः इति न वक्तव्यम् अस्तु त्वप्रत्ययः कर्मत्वम् इति पदे त्वप्रत्ययमस्ति इति कृत्वा तत्र धर्मः इति न वक्तव्यम् अस्तु अम् इति प्रत्ययेन कर्मत्वं बुध्यते खलु कर्मत्वं स्वयं धर्मः वा धर्मी वा इति चिन्तनीयम् इदानीं कर्मत्वम् इति धर्मः अस्ति चेत् धर्मी कः धर्मी तु घटः इति हा इति कृत्वा कर्मत्वम् इति धर्मः घटे इति धर्मिणि अस्ति इति बोधयति अम् इति प्रत्ययः इति कृत्वा धर्मबोधकप्रत्ययः अस्तु धर्मबोधकप्रत्ययः इति समस्तपदस्य विग्रहवाक्यं वदतु धर्मस्य बोधकः इति षष्टित अनन्तरं धर्मस्य बोधकः धर्मबोधकः तदनन्तरं प्रत्ययः धर्मबोधक धर्मबोधकः प्रत्ययः च इति उत्तमं धर्मबोधकश्च असौ प्रत्ययश्च धर्मबोधकश्च असौ प्रत्ययश्च इति कृत्वा अम् इति प्रत्ययः धर्मबोधप्रत्ययः धर्मबोधकप्रत्ययः इति उक्तम् अम् इति प्रत्ययेन धर्मम् एव ज्ञातं धर्मः एव ज्ञातः न तु धर्मी सत्यं किमर्थम् अम् इति प्रत्ययस्य अर्थः कः कर्मत्वं कर्मत्वमिति स्वयं धर्मः अस्ति न तु धर्मी इति कृत्वा स्वामी महोदय बुध्यते किम् आं महोदय मम चिन्तनम् आसीत् कर्म तु द्रव्ये अस्ति खलु अतः द्रव्यं तु धर्मी भवति कर्म धर्म किमर्थं द्रव्यम् इति वदति न जाने इत्युक्ते भवान् चिन्तयति केवलं द्रव्यमेव धर्मत्वेन भवति धर्मित्वेन भवति इति वा न घट घटं तु द्रव्यमस्ति खलु घट भवतु अत्र द्रव्यं वा न वा इति न चिन्तनीयमेव महोदय महोदय स्तोकं पचति इत्यत्र विशेष्यं किं पचति इति क्रिया खलु विशेष्यं पचति इति क्रिया आम् हा पचति इति क्रिया तर्हि अत्र इत्युक्ते यद् अत्र चिन्तितं तत्र विषयान्तरं मा चिन्तयतु अत्र द्रव्यम् इति पदम् अस्मिन् परिच्छेदे दृश्यते वा न दृश्यते तर्हि किमर्थं द्रव्यस्य विषये भवान् चिन्तयति यु शुड् नाट् मिक्स् अप् थिङ्ग्स् अण्ड् अण्डर्स्टाण्ड् देन् यु विल् गेट् कन्फ्यूस्ड् टोटलि अत्र धर्मबोधकप्रत्ययः इति उक्तम् अम् इति प्रत्ययः धर्मबोधकप्रत्ययः अम् इति प्रत्ययः किं बोधयति कर्मत्वं बोधयति तर्हि कर्मत्वम् इदानीं धर्मः वा धर्मी वा इति चेत् घटे इति धर्मिणी कर्मत्वम् इति धर्मः वर्तते इति कृत्वा अम् इति प्रत्ययः धर्मबोधकप्रत्ययः तावदेव वक्तव्यम् इति वदति चेत् इदानीम् अत्र द्रव्यम् अन्यत् किमपि पदं मया न प्रयुक्तम् साक्षात् यदस्ति तद् मया उक्तम् अस्तु अत्र मेहुल् महोदय अन्तिमवाक्यम् एकवारं पुनः पठित्वा तत्र किमस्ति इति वदतु अस्तु अतः एव तयोः सम्बन्धनिरूपणे आधेयत्वसम्बन्धेन घटस्य कर्मत्वे अन्वयः उक्तः अस्तु अत्र घटः घट अपि च अम् इति प्रत्यय इति प्रत्ययः तयोः सम्बन्धनिरूपणे आधेयत्वसम्बन्धः नास्ति वा अस्तु धर्मबोधकः अपि च धर्मीबोधकः तयोः मध्ये वा नास्ति पूर्वं वाक्यम् एकवारं पठतु अस्तु इदं च कर्मत्वं वक्ष्यमाणस्वरूपं घटे विद्यमानः धर्मः हा तर्हि अत्र पदार्थद्वयं किम् एकं कर्मत्वम् अन्यत् घटः ओ अस्तु कर्मत्वं अपि च घटः अस्तु तयोः सम्बन्धनिरूपणे आधेयत्वसम्बन्धेन तर्हि तयोः मध्ये इत्युक्ते कयोः मध्ये कर्मत्वम् अपि च घटः इत्यनयोः तयोः कर्मत्वम् अपि च घटः अनयोः मध्ये कः सम्बन्धः अस्ति आधेयत्वसम्बन्ध उत्तमम् आधेयत्वसम्बन्धः अस्ति तेन सम्बन्धेन सम्बन्धः तेन सम्बन्धेन घटस्य अन्वयः कर्मत्वे भवति इति उक्तः अस्ति तेन सम्बन्धः आधेयत्वसम्बन्धेन घटस्य कर्मत्वे अन्वयः उक्तः अन्वयः इत्युक्ते सम्बन्धः उक्तः खलु आम् सम्बन्धः इति कृत्वा एव अत्र धर्मबोधकप्रत्ययः अस्तु इदानीं तत्र टिप्पण्यां यद्दत्तमस्ति एकवारं पुनः पठतु भेदसम्बन्धः यत्र अन्वयनियामकः ते धर्मबोधकाः अस्तु अत्र अन्वयनियामकः कः इत्युक्ते अत्र आधेयत्वसम्बन्धः इति एव अन्वयनियामकः अत्र अन्वयनियामकः इत्यस्य अर्थः कः यः अन्वय अत्र कस्य अन्वयः केन सह भवति इति यद् येन वयं ज्ञायते तदेव अन्वयनियामकः किन्तु अत्र नियामक इति पदं किमर्थं प्रयुक्तं यः नियमयति स एव सः एव नियामकः खलु सत्यं किन्तु अन्वयनियामकः इति समस्तपदे नियामकः इति पदं भवता न प्रतिपादितं तत् प्रतिपादयतु नियमं करोति इति वा नियामकः कस्य नियमनं करोति अन्वयस्य नियामकं नियमं करोति वा अन्वयस्य नियमनं करोति अन्वयस्य नियमनं करोति इत्युक्ते कर्मत्वं घटेन सह एव तस्य अन्वयः भवति इति नियमयति खलु सत्यं सत्यं घटस्य कर्मत्वे अन्वयः उक्तः इति यद् उक्तम् इदानीं तत्र अधः यदुक्तं भेदसम्बन्धः यत्र अन्वयनियामकः ते धर्मबोधकाः इत्युक्ते अत्र घटम् इत्यत्र अम् इति प्रत्ययेन कर्मत्वम् उक्तम् स च कर्मत्वं धर्मः अस्ति घटे इति धर्मिणी विद्यमानधर्मः अस्ति इति कृत्वा धर्मबोधकप्रत्ययः अस्ति किन्तु केवलं प्रत्ययः नास्ति तत्र भेदः अपि अस्ति अत्र अत्र विशेषणम् अपि अस्ति प्रत्ययः खलु आम् आम् विशेषणमपि अस्ति विशेषणमपि अस्ति व्यावर्तयति आम् आम् कर्मत्वं केवले अस्मिन्नेव घटे अस्ति इति अन्येभ्यः सर्वेभ्यः व्यावर्तयति तर्हि अत्र भेदं कारयति कथं कारयति इति चेत् अन्वयस्य नियामनं करोति तादृशं कृत्वा अत्र प्रत्ययः बोधं करोति इति कृत्वा एतत् सर्वम् अत्र उक्तम् इतोपि अत्र किञ्चित् स्पष्टता भवति अग्रे पठामश्चेत् किन्तु एतत् सर्वम् अत्र अवगन्तव्यमस्ति यु सी हौ वि आर् अनलैजिङ्ग् द लेयर्स् अत्र लेयर्स् अत्र लेयर्स् प्रथमं घटम् इति एकमेव पदम् अस्माभिः श्रुतं तत्र पदद्वयमस्ति इति उक्तं पदद्वयोः प्रत्येकम् अर्थः इति अस्ति अर्थः अस्ति इति उक्तं तयोः मध्ये सम्बन्धः यत् आधेयत्वसम्बन्धः अस्ति तदपि अवबुद्धम् इति उक्तं स च आधेयत्वसम्बन्धः किं करोति इति चेत् व्यावर्तयति विशेषणं विशेषणं भवति तर्हि तत्र प्रत्ययः इति उक्तं चेत् केवलम् अत्र कर्मत्वं बोधयति इति नास्ति कर्मत्वं तत्रैव अस्ति इति अस्माकम् अवगमनमस्ति खलु अन्यस्मिन् घटम् आनय इति वदामश्चेत् तत्र कर्मत्वं कुत्र अस्ति केवलम् अस्मिन्नेव घटे अस्ति इति कृत्वा घटम् आनय इति वदामश्चेत् अत्र सर्वान् घटान् सह न आनयति एकमेव घटं सः आनयति अपि च नीलो घटं नीलं घटम् आनय इति यदि अहं वदामि तत्र अम् नीलम् इत्यत्र यदम् अस्ति घटम् इत्यत्र यदम् अस्ति तद् व्यावर्तयति इति कृत्वा विशेषणमपि भवति सो वि आर् गोयिङ्ग् डीपर् अण्ड् डीपर् इन् टु लेयर्स् कथम् अर्थबोधः जायते इति सी वेन् वि हाव् टु सेव् प्रक्रिया वेन् वि हाव् टु एक्स्प्लेन् द मेथड् अस् टु हौ शाब्दबोधः जायते वि हाव् टु गेट् डौन् टु दीस् डीटेल्स् बट् when you tell a child bring a pot he understands and he brings it even a 2 year old 3 year old pot brings it I mean boy brings it yes kintu tatra prakriya ka iti vaktavyam chete etat sarvam vaktavyam bhavati astu bhavani agre vadatu mahode ayam cha ha astu ayam cha dharma bodhako api dvividaha supratyah ting pratyayascha purvoktah am pratyah bhavati supratyah तिङ्प्रत्ययोदाहरणं तु गच्छति इति स्थले विद्यमानः ति इति प्रत्ययः अयं तिप्रत्ययः आत्मनिष्ठां कृतिं बोधयति गच्छति चैत्रः इति वाक्यैः गम् इति धातुप्रकृतिः गमनरूपां क्रियां बोधयति इयं क्रिया चेष्टारूपा भवति अस्तु न हि सा आत्मनः विभुरूपस्य सम्भवति इति सा शरीरनिष्ठा इति इत्यवगच्छामः परन्तु इयं चेष्टा ज्ञानेच्छा कृतिपूर्विका इति तस्मिन् एव प्रकरणे निरूपितं ज्ञान इच्छा कृतिपूर्विका अस्तु ते च ज्ञानादयः आत्मगुणाः तेषु चरमः कृतिरूपः आत्मगुणः ति इति आख्यातेन बोध्यते अत्रापि बहु गम्भीरचिन्तनमस्ति ति इत्यस्य प्रत्ययस्य कृते परन्तु धर्मबोधकः यत् वयं दृष्टवन्तः अत्र तदपि द्विविधः अत्र सुप्रत्ययः तिङ्प्रत्ययः तर्हि प्रथम अत्र सुप्रत्ययः अत्र केवलम् अग्रे गमनात् पूर्वं व्याकरणे कति विधप्रत्ययाः सन्ति आहत्य व्याकरणे तु अत्र सार्वधातुकार्धधातुप्रत्ययाः अपि सन्ति अपि च कृत्प्रत्ययः इति अपि अस्ति तिङ्प्रत्ययः सुप्रत्ययः तद्धितप्रत्ययः इति सर्वम् आहत्य कति विभागाः कति विधाः प्रत्ययः सन्ति इति प्रश्ने सति अत्र प्रथमतया सार्वधातुक अर्धधातुक इति सार्वधातुक अर्धधातुक इति त्यजतु तत्तु केवलम् अत्र रूपसिद्ध्यर्थं तस्य प्रयोगः अस्तु अस्तु आर्धधातुक सार्वधातुक इति स्वयं तस्य अर्थः अस्ति सप्त वा अष्टाध्यायी प्रवेशे अस्माभिः अधीतं सप्तविधप्रत्ययाः सन्ति वदतु सनादिप्रत्ययः विकरणप्रत्ययः कृत्प्रत्ययः तिङ्प्रत्ययः सुप्रत्ययः स्त्रीप्रत्ययः देन् तद्धितप्रत्ययः हा उत्तमम् सप्तविधप्रत्ययाः सन्ति व्याकरणशास्त्रे ते के इति चेत् सुप्रत्ययः तिङ्प्रत्ययः तदनन्तरं सनादिप्रत्ययः कृत्प्रत्ययः तद्धितप्रत्ययः तदनन्तरं समासान्तप्रत्ययः किं भगिनि स्त्रीप्रत्ययः अस्ति खलु विकरणप्रत्ययः विकरणप्रत्ययः इति आहत्य सप्तप्रत्ययाः सन्ति तेषु प्रत्ययेषु सुप्रत्ययः तिङ्प्रत्ययश्च धर्मबोधकप्रत्ययाः इति नैयायिकाः गणनं कुर्वन्ति इति उक्तम् अस्तु अग्रे महोदय पूर्वोक्तः पूर्वोक्तः अम् प्रत्ययः भवति सुप्रत्ययः तर्हि अत्र घटम् इत्यस्मिन् वाक्ये अम् इति प्रत्ययः इति सुप्रत्ययस्य उदाहरणमस्ति सत्यं तथैव अत्र अग्रे तिङ् प्रत्ययस्य उदाहरणमस्ति गच्छति इति इति स्थले अत्र ति इति प्रत्ययः यदस्ति तदेव तिङ् प्रत्ययस्य उदाहरणमस्ति उत्तमम् अयं तिक् प्रत्ययः अत्र गच्छति इत्यस्मान् ति इति तिङ् प्रत्ययः आत्मनिष्ठां कृतिं बोधयति अस्तु तत् कथम् इत्युक्ते अत्र गच्छति चैत्रः इति वाक्यमस्ति तस्मिन् वाक्ये गम् इति धातु प्रत्ययः महोदय अत्र तस्मात् पूर्वम् एतद् वाक्यं किञ्चित् अवगन्तव्यमस्ति अस्तु तर्हि ति इति प्रत्ययः कीदृशप्रत्ययः अस्ति ति इति तिङ्प्रत्ययः हा तिङ्प्रत्ययः कस्मिन् कस्यां श्रेण्याम् आगच्छति इत्युक्ते अत्र प्रत्ययः धर्मबोधकप्रत्ययः अस्ति तस्मिन् हा उत्तमं धर्मबोधकः ति इति तिङ्प्रत्ययः तिङ्प्रत्ययाः धर्मबोधकप्रत्ययाः सत्यम् अस्तु तर्हि गच्छति इत्यत्र धर्मः कः गमनं गमनरूपा क्रिया अस्ति तस्मिन् गमनत्वम् इति अस्ति खलु गमनत्वम् इति धर्मः एतद् वाक्यम् एकवारं पुनः पठतु अयं तित् प्रत्ययः आत्मनिष्ठां कृतिं बोधयति अत्र स्थूलाक्षरैः यद् लिखितं तत्रैव उत्तरमस्ति प्रश्नस्य उत्तरम् आत्मनिष्ठकृतिः इत्युक्ते गमनक्रिया इति गच्छनक्रिया न अत्र अत्र धर्मः कः तदेव तदेव वक्तव्यं गमनम् इति धर्मः वा हा उत्तमं कृति कृति इत्युक्ते क्रिया क्रिया सत्यं गमनक्रिया धर्मः अस्ति धर्मी कः धर्मी यः यः गमनक्रिया करोति सः कः अत्र सः अत्र तु गच्छति इति चैत्रः इति उदाहरणे वा तर्हि चैत्रः अत्र एतद् वाक्ये वदतु आत्मनिष्ठां कृतिं बोधयति इत्यस्य अर्थः कः हा तर्हि आत्मा एव धर्मी हा तावदेव वक्तव्यं हा सत्यम् आत्मा एव धर्मी तावदेव अत्र यत् यं प्रश्नमहं करोमि तस्य उत्तरम् अत्रैव अस्ति बहिः न गन्तव्यम् आत्मनिष्ठां कृतिम् इत्युक्ते आत्मा इति द्रव्यं तस्मिन् विद्यमानधर्मः अस्ति क्रिया अतः एव मया उक्तं तत्र त्वप्रत्ययं दृष्ट्वा मा वदतु इति इदानीं गमन इति क्रिया स्वयं धर्मः अस्ति अस्माभिः अधीतं खलु द्रव्याणि एव सर्वेषाम् अधिकरणं भवति द्रव्यगुणकर्मसामान्यविशेषसमवायाभावः इति सप्तपदार्थाः तेषु द्रव्याणि एव अन्येषां पदार्थानाम् अधिकरणं भवति इति कृत्वा क्रिया तर्हि अन्यानि अन्ये पदार्थाः धर्माः भवन्ति सत्यं द्रव्यं धर्मी भवति एवमत्रापि क्रिया इति धर्मः द्रव्यम् इति आत्मनि अस्ति आत्मनि हा इति बोधयति तर्हि ति इति प्रत्ययः धर्मबोधकप्रत्ययः किं धर्मं बोधयति कृतिं बोधयति कुत्र बोधयति आत्मा इति आत्मनि धर्मिणि कृतिं बोधयति इति कृत्वा ति इति प्रत्ययः धर्मबोधकप्रत्ययः इति अवगन्तुं शक्नुमः आम् सत्यम् अस्तु इदानीम् अग्रे वदतु गच्छति चैत्रः गच्छति चैत्रः इति वाक्ये गम् इति धातुप्रकृतिः अस्ति अत्र धातुप्रकृतिः इत्युक्ते यत् क्रियां बोधयति तदेव तर्हि अत्र गम् इति धातुप्रकृतिः यतोहि गमनरूपक्रियां बोधयति अतः गम् इति धातुप्रकृतिः पुनः इयं क्रिया इत्युक्ते गमनरूपक्रिया चेष्टारूपा भवति तद् वयं दृष्टवन्तः चेष्टा इत्युक्ते कस्मिन् अधीनः भवति इति नहि सा कस्यापि अधीनः भवति इति अहं मन्ये चेष्टा इत्यनेन ज्ञान इच्छा चेष्टारूपा भवति इति अस्माभिः अधीतं हा इत्युक्ते अत्र क्रिया नाम किम् इति चेत् कुत्रचित् चेष्टा भवेत् तदेव क्रिया इत्यस्मिन् अन्तर्भूतं भवति हा इत्युक्ते तत्र ज्ञानं भवेत् इच्छा भवेत् कृति भवेत् तदा एव क्रिया जायते इति क्रमः वयं दृष्टवन्तः खलु किन्तु तदेव 68 पेज् मध्ये उक्तं किम् पश्यामि तत्र अस्तु अत्र पश्यतु ज्ञानादीनां त्रयाणां सत्त्वे या क्रिया उत्पद्यते सैव चेष्टा इति शास्त्रे प्रसिद्धा सत्यं तदेव इत्युक्ते ज्ञानेन इच्छा जायते इच्छया कृतिः जायते कृत्या या चेष्टा जायते या क्रिया जायते तस्यैव नाम चेष्टा इति समीचीनं यद् भवता उक्तं समीचीनं अस्तु अग्रे तर्हि नहि सा आत्मनः विभूरूपस्य सम्भवति इत्युक्ते अत्र या क्रिया जायते सा क्रिया यदा विभुरूप आत्मनः न सम्भवति सा शरीरनिष्ठा इति अवगच्छामः इत्युक्ते यदा विभू इति विभूपरिमाणम् अस्ति चेत् तस्मिन् क्रिया यदा कदापि न जायते अतः एतादृशक्रिया या सम्भवति सा शरीरनिष्ठा भवति इति एव वयम् अवगच्छामः अत्र तर्हि अत्र परिष्कृतं पूर्वं किमुक्तम् आत्मनिष्ठां क्रियां बोधयति इति उक्तं आत्मा विभुः विभुद्रव्ये यदा कदापि क्रिया न जायते इति कृत्वा किम् अवगन्तव्यं शरीरनिष्ठां क्रियां बोधयति इति अवगन्तव्यम् इति परिष्कृतम् अस्तु अग्रे हा परन्तु इयं चेष्टा ज्ञानेच्छा कृति पूर्विका इति तस्मिन्नेव प्रकरणे निरूपितं तद्वयं दृष्टवन्तः चेष्टा कदा जायते इति ते च ज्ञानादयः आत्मगुणाः तर्हि अत्र ज्ञान इच्छा कृति इति सर्वे आत्मगुणाः तेषु चरमः कृतिरूपः आत्मगुणः इत्युक्ते चरमः इत्युक्ते अन्तिम यज्जायते सा कृति तदपि आत्मगुणः इति आत्म इति कृतिरूप आत्मगुणः ति इति आख्यातेन बोध्यते अत्र ति इति प्रत्ययः आख्यातः इति अपि वयम् आख्यातम् इति अपि वयं दृष्टवन्तः पूर्वे तर्हि तेन एव एतत् बोध्यते इति अस्ति हा तर्हि आहत्य निगमनं किं ति इति प्रत्ययेन किं बोधितम् आत्मगुणः कृतिरूपः आत्मगुणः कृति इति हा क्रिया नास्ति कृतिः हा कृतिः इति बोधयति कृतिः बोधिता इति अवगन्तव्यं सत्यं ति इति प्रत्ययेन ति इति प्रत्ययः तिं प्रत्ययः धर्मबोधकप्रत्ययः कं धर्मं बोधयति इति चेत् कृतिं बोधयति किमर्थं क्रियां न स्वीकर्तव्यम् क्रियायाः कृते अत्र तत्र धर्मिः अपि आगच्छति यदा क्रिया बोधयति चेत् अत्र ति इति केवलं धर्मबोधकः अस्ति अतः न न धर्मी अत्र क्रिया अस्ति चेत् धर्मी अपि आगच्छति इति न तर्हि अत्र यदि क्रिया इति स्वीकुर्मः, क्रिया इति धर्मः, क्रिया एव धर्मत्वेन स्वीकृत्य ती इति प्रत्ययः क्रियां बोधयति इति स्वीकुर्मश्चेत् सः क्लेशः भवति. विभुषु अधिक अपि क्रिया भवति इति भवति वा? हा, अत्र विभुषु अपि क्रिया भवति इति नास्ति. विभु द्रव्ये क्रिया न भवति खलु, इति क्लेशः भवति. तर्हि रामः गच्छति इति वदामश्चेत् तत्र ति इति प्रत्ययेन क्रियां, क्रिया इति धर्मः, राम इति जीवात्मनि, रामे जीवात्मनि जायते इति वदामश्चेत् तत्र दोषः अस्ति. किमर्थमित्युक्ते विधुद्रव्ये क्रिया यदा कदापि न भवति. अस्तु अस्तु, अतः कृति एव. किन्तु कृतिः भवति खलु, कृतिर्भवति न तु क्रिया. विभुद्रव्ये ज्ञानं जायते, इच्छा इच्छा जायते, कृतिरपि जायते, किन्तु क्रिया एव न भवति. इति कृत्वा अत्र ति इति प्रत्ययेन कः धर्मः स्वीकर्तव्यः इति चेत् क्रिया इति धर्मः न स्वीकर्तव्यः, किन्तु कृतिः स्वीकर्तव्यः. कृतिः इति, कृतिः इति कीदृशपदार्थः अस्ति? कृति इति कर्मपदार्थः, कृति इति कर्म वा? कर्म क्रिया न, सप्तपदार्थेषु एकः भवेत् खलु, एकं भवेत्. ज्ञान इच्छा कृतिः, आत्मगुणः गुणः, आत्मनि नवगुणः, आत्मनि जायमानगुणः कृतिः इति. कृतिः कृतिरूपगुणः इति एव दत्तं तत्र. तर्हि कृतिं बोधयति इत्युक्ते क्रियां बोधयति इति न अवगन्तव्यम्. आत्मनिष्ठां कृतिं बोधयति इत्युक्ते गुणमेव बोधयति, न तु क्रिया. अस्तु अस्तु, तर्हि अत्र कृति इत्युक्ते गुणः, क्रिया इत्युक्ते पदार्थः, तयोः मध्ये एतदेव भेदः. क्रिया क्रिया क्रिया इत्युक्ते क्रिया इति पदार्थः, सत्यं पदार्थः. कृतिम् इति गुणः, अतः एव आत्मनिष्ठां कृतिं बोधयति इति उक्तम्. न तु क्रिया, सत्यम्. किमर्थं कृतिं बोधयति, आत्मनिष्ठक्रियां न क्रियां बोधयति इति किमर्थं न उक्तम् इति चेत् आत्मनि, आत्मा विभु अस्ति, विभुद्रव्ये क्रिया न भवितुमर्हति इति कृत्वा कृतिमेव बोधयति इति स्वीकर्तव्यम्. तर्हि ति इति प्रत्ययेन आत्मगुणः, यः गुणः धर्मत्वेन आत्मनि विद्यते, धर्मिणी विद्यते, सः गुणः उक्तः इति अवगन्तव्यम्. अवगच्छामः, बुध्यते खलु? आमां बुध्यते महोदय. अपि च पश्यन्तु, अत्र पूर्वस्मिन् चित्रे प्रत्ययः इति पदस्य एकविधः अस्ति. आम्, किन्तु धातुप्रकृतिः, गम् इति धातुप्रकृतिः अस्ति. तस्याः प्रकृतेः परं ति इति प्रत्ययः विधीयते. आम्, तर्हि गच्छति इति पदेन किम् अवगन्तव्यम् इति चेत् गमनविशिष्टकृतिं, कृतिः जाता रामे इति अवगन्तव्यम्. यदा कृतिः जायते तदनन्तरं क्रिया भवत्येव अनिवार्या. आम् आम्, अत्र सामान्यरीत्या तु गमनरूपक्रियां बोधयति इति उक्तं, परन्तु न्यायशैल्या पश्यामः चेत् तत्र तादृश रामे गमनक्रियां न जायते, परन्तु कृतिं जायते इति खलु. कृतिं जायते इत्युक्ते कृतिमेव बोधयति इति अवगन्तव्यं. हा, कृतिमेव बोधयति. ति इति प्रत्ययः गच्छति, व्याकरणरीत्या गच्छति इति किं बोधयति? क्रियां बोधयति खलु. हा, तदेव व्याकरणरीत्या. किन्तु केवलं क्रियां न बोधयति, कर्तारमपि बोधयति. आम् आम्, कर्तरिप्रयोगः अस्ति इति कृत्वा कर्तारं बोधयति. किन्तु नैयायिकानां मतानुसारं ते किं वदन्ति? कृतिमेव बोधयति न तु क्रिया. आम् आम्, केवलं ति इति प्रत्ययः कृतिं बोधयति. किन्तु गच्छति इत्युक्ते गम् इति धातोः अतः यदि ति इति प्रत्ययं योजयामः तदा मिलित्वा गच्छति इति वाक्यं क्रियां बोधयति इति चेत् किं बोधयति चेत् क्रियां बोधयति इति प्रायः वक्तुं शक्यते. हा गमनरूपं क्रियां बोधयति न तु केवलं गमनरूपक्रियां बोधयति गच्छति इति वाक्यं वाक्यं किन्तु केवलं ति इति प्रत्ययः किं बोधयति चेत् कृतिमेव बोधयति. कृतिः इति धर्मः अस्ति आत्मगुणः अस्ति इति कृत्वा ति प्रत्ययः धर्मबोधकप्रत्ययः अस्ति इति आगतम्. समीचीनम् अस्तु तर्हि एतादृशनिगमनानि व्याकरण वैयाकरणः अपि अङ्गीकरोति वा? न न तत्र मतभेदः वर्तते. वैयाकरणः एतादृशं न चिन्तयन्ति. किमर्थम् इत्युक्ते वैयाकरणमतानुसारं अत्र द्रव्यगुणकर्म सामान्यविशेषसमवाय अभावः इति भेदः नास्ति खलु तेषां मते. आम् आम् नैयायिकाः किमर्थम् एतादृशं चिन्तयन्ति इति चेत् तेषां तत्र मेटाफिजिक्स् अस्ति खलु. मेटाफिजिक्स् इत्युक्ते यदस्ति इति तेषां मतानुसारं लोके यानि वस्तूनि सन्ति तानि सर्वाणि सप्तधा विभक्ता. सप्तधा विभक्ता द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः. तर्हि यत्किमपि ते वदन्ति तत्र प्रमाणशास्त्रं तद्रीत्या अवगन्तव्यमस्ति. यदि गच्छति इत्यत्र त्रि इति प्रत्ययस्य अर्थः क्रिया इति स्वीकुर्मश्चेत् आक्षेपः करोति. कथं वा जीवात्मा यः विभुः अस्ति विभौ आत्मनि कथं क्रिया जायते इति आक्षेपं करोति. तस्य निवारणार्थं ति इति प्रत्ययेन कृतिः एव अवगन्तव्या न तु क्रिया इति ते वदन्ति. दिस् इस् वेरि एसेन्शियल्. यु सी युर् एपिस्टमालजि हेस् टु टाली वित् युर् मेटाफिजिक्स्. पीपुल् जस्ट् से एनिथिङ्ग् दे वाण्ट् अण्ड् यु नो द कास्मालजि. दिस् इस् समथिङ्ग् दट् ऐ हेड् रिटन् इन् मै थीसीस्. देर् आर् त्री आस्पेक्ट्स्. वन् इस् मेटाफिजिक्स्. मेटाफिजिक्स् मीन्स् वाट् इस् देन् युर् एपिस्टमालजि. एपिस्टमालजि इस् हौ नालेज् हेपन्स् and then cosmology, creation. So what you say should not be contradicting between these three. Yes. Your epistemology has to be in line with your metaphysics, and your cosmology should also be in line with your metaphysics. That is why they say like this. But vayyakaranah tesham metaphysics asti va iti chet prayah na. So maybe vayyakaranas, they also have a siddhanta. I have not read it. But now I have enough understanding to be able to read that. Maybe they will say, what is there? Tesham matanusaram padam nityam asti. Tarhi loke kim asti iti chet yatha advaitinah varanti brahma eva asti. Ekam eva advaitiyam brahma tadasti iti te varanti. Prayaha nayayakah vada shabdam eva asti iti. लोके किमस्ति? शब्दमेव अस्ति. तेषां कृते शब्द एव ब्रह्म. हा इत्युक्ते दे विल् से ओन्लि वाट् एक्सिस्ट् इस् शब्द. शब्द अण्ड् शब्द इस् नित्य. सो मे बि दे विल् हेव् अण्ड् इफ् यु अण्डर्स्टाण्ड् दि नेचर् आफ् दि शब्द देन् यु विल् गेट् मोक्ष. मे बि दे विल् से संथिङ्ग् लैक् दट्. वेरि इण्ट्रेस्टिङ्ग्. बट् यु सी दि इण्टेग्रिटि आफ् दियर् थिङ्किङ्ग्. Everything is fit in place. There is no contradiction. You can't prove. So internal contradiction should not be there. You can't point finger to anything. Internal contradiction should not be there. Internal contradiction between your metaphysics, cosmology and epistemology. Epistemology is the science of knowledge. Cosmology is your theory of how creation happens. And metaphysics is basically talking about existence. What exists? What are the fundamental elements that exist? Pratyekasmin shastre tadrusha avyavastha asti iti manye. Satyam. Anyatha tatra doshah. Idanintara vaigyanika shastram tatra chemistry. If you take chemistry, their metaphysics is your periodic table. They will say there are 216 elements. Satyam. दोस् आर् दि फण्डमेण्टल् एलिमेण्ट्स् विच् आर् नेचुरलि फौण्ड् अण्ड् दट् इस् वेर् दे स्टार्ट् इफ् यु टेक् फिसिक्स् दे विल् स्टार्ट् वित् प्रिन्सिपल्स् यु नो लास् आफ् फिसिक्स् दट् इस् वेर् दे स्टार्ट् दट् इस् देर् मेटाफिसिक्स् समीचीनं बट् दे डोण्ट् हेव् यु सी इफ् यु टेक् केमिस्ट्रि आर् फिसिक्स् दे डोण्ट् डील् वित् एपिस्टमालजि that is why they are called material science. Yes, yes. They don't talk about srishti, jivatma. No, forget about atma. They don't talk anything about epistemology. How knowledge happens, if you ask a chemist, he will have no idea. No idea, that's true. If you tell him how to produce sulfuric acid, he will tell you. But if you ask him, how do I know that this is sulfuric acid, he will have no answer. Because he doesn't have, in his science, there is no epistemology. And unless epistemologically you are able to explain your metaphysics is invalid. And the cosmology also. So all these three are very essential. These are all things that I have covered in my thesis. Bahut samjha. महोदय कास्मोलजि इत्युक्ते वाट् डू यू मीन् एवल्यूशन् क्रियेशन् ओ हौ डिड् क्रियेशन् कम् हौ डिड् क्रियेशन् हेपन् सो यु विल् हाव् टु से फार् एक्साम्पल् यु नो अद्वैतं से देर् इस् एकमेव अद्वितीयं ब्रह्म सो दे से देन् हौ डिड् सो इफ् यु से देर् इस् ओन्ली वन् देर् इस् नो क्रियेशन् अदर् देन् ब्रह्म देर् इस् नथिङ्ग् एल्स् देन् यु हाव् टु से you know what is all this creation then they will explain creation is only in your head shabasa hasti you think there is creation you thought you know what is there what was there was clay what continues to be there is clay what will be there after the pot is also clay but in between you just gave it a name called pot and you said you created What did come into clay? What is it? What is the characteristic that came into clay which made it a pot? If you ask that question, it will be very difficult to answer, even for Nayayikas. Kapala dvayena atra gataha utpadyate kapale kimasti kapala tvamasti घटे किमस्ति घटत्वमस्ति तर्हि यदि कपालात् घटः जायते तर्हि घटत्वं केन आनीतं कथम् आनीतं कुत्र अस्ति तत् दट् इस् वे देशे जाति इस् नित्या बट् जाति वितौट् द्रव्य केनाट् बि देर् बट् सपोसिङ्ग् इफ् यु डिस्ट्राय् आल् दि पाट्स् इन् द वर्ल्ड् जस्ट् फार् एक्साम्पल् If you destroy all the pots in the world, then can jati exist without pot? It cannot. But they say it is nitya. They say all ghatas are anitya, but ghatatvam is nitya, which means ghatatvam can exist technically without ghata, which is not possible according to their own philosophy. Because dravya meva sarvesya adharanam adharah bhavati. So when you ask these questions to Nayayikas, they will fumble. They don't think beyond. For them, the starting point is the metaphysics. Dravya guna karma samanya vishesha abhava saptapadarthaha. From there, whatever question you ask, there is no problem. But in that classification, if you ask any questions, they will have a problem. Asu. Atrasagem. Sarvebhyo namaskaraha. Dhanyavadas.